सर्वेभ्यो नमस्कारः. अस्माकं समासचिन्तनवर्गे सर्वेषां सुस्वागतम्. इदानीं प्रार्थनां कुर्मः. वक्रतुण्डमहाकाय सूर्यकोटिसमप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा. सरस्वतीनमस्तुभ्यं वरदे कामरूपिणी विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा. वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनीं सूत्रकारं च प्रणतोऽस्मि मुनित्रयं येणाक्षरसमाम्नायम् अधिगम्य महेश्वरात्. कृष्णं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. अथ माहेश्वराणि सूत्राणि ऐवोन ऋडक् एवोङ्ग अयौच अयवर्ट गण ञमगणनम झभै घडदश झभगडदश ख फ छ ठ थ चटतौ कपै शशसर् हल् इति माहेश्वराणि सूत्राणि. गतवर्गे अविभवसमासे आणपूर्वयोगपद्यसादृश्य इति एतेषु अर्थेषु समस्तपदं कथं भवति तस्य तेषां प्रक्रिया कीदृशी इति अपि अस्माभिः अधीता. अत्र एकः संशयः आसीत्, तत्र सचक्रं शङ्खं विष्णुः वर्तते इति. तत्र मुद्रणदोषः अस्ति, तत्र किमपि न वैशिष्ट्यं. सचक्रं सशङ्खम् इति भवतु इत्येव अस्ति. सशक्रम् इत्युक्ते चक्रेण युगपद् शङ्खेन युगपद् विष्णुः वर्तते इति अर्थः. तत्र किमपि नास्ति. अस्तु, केवलं मुद्रणदोष एव. अस्तु, अस्तु, तादृश अर्थे अपि समाप्तः. इदानीं सम्पत्त्यर्थे, सम्पत्त्यर्थे इति अस्ति. तत्र अस्तु, गोमती भगिनी पठति वा सम्पत्त्यर्थे 14 चतुर्दशबिन्दु पठनीयम् आचार्य. सूत्रे सम्पत्त्यर्थे अव्ययं. सम्पत्तिः इत्युक्ते अनुरूपः आत्मभावः इति. पुरुषेषु विद्यमानः मूलस्वभावः. अत्र सम्पत्तिः इत्युक्ते धनं नास्ति. प्रश्नः उदेति यत् प्रकृतसूत्रे समृद्धिः इति उक्तं, तर्हि सम्पत्तिः इति पुनः कथनस्य का आवश्यकता अस्ति इति. तस्य समाधानम् अस्ति यत् वृद्धेः धनं धान्यस्य इत्यादिकम् आधिक्यं समृद्धिः. अनुरूपः आत्मभावः सम्पत्तिः इति. समृद्धिः सम्पत्तिः च अनयोः भेदः वर्तते. धनस्य आधिक्यं समृद्धिः, अनुकूलः आत्मभावकः कर्म सम्पत्तिः अर्थात् स्वचोदितभावः सम्पत्तिः इति. पठामि अर्थः कः? अस्माकं अस्माभिः दर्शितं दीर्घसूत्रे सम्पत्तिः इति अव्ययपदं सुबन्धेन सुबन्धपदेन समस्यते. सम्पत्तिः इति अव्ययपदं वा? सम्प्यर्थे अव्ययपदं. सम्प्यर्थे अनु इति अव्ययपदं सुबन्धपदेन समस्यते. अपि समस्तपदं निष्पद्यते इति अस्माभिः पठितम्. अत्र सम्पत्तिः इति पदस्य विवरणं दत्तं. सम्पत्तिः उक्तं चेत् तस्य अर्थः भवति अनुरूपः आत्मभावः इति, स्वभावः इति. अस्माकं विद्यमानः मूलस्वरूपः प्रकृतिस्वभावः एव तस्य अर्थं भवति सम्पत्ति इत्युक्ते. सम्पत्तिः लोकरीत्या वयम् अस्माभिः मनसि आगच्छति धनम् इति पदम्. अत्र सूत्रे सम्पत्तिः इत्युक्ते तस्य धनम् इति अर्थं नास्ति. सम्पत्तिः इत्युक्ते स्वस्य भावः इति. तदा प्रश्नः उदेति, दीर्घसूत्रे सम्पत्ति इति शब्दः अपि अस्ति, अपि समृद्धिः इति पदमपि अस्ति. समृद्धिः अस्माभिः पठितं ऋद्धेः आधिक्यम् इति. तस्य अर्थः भवति धनं, धान्यम् आदि इत्यादयः आधिक्यम् अथवा ऐश्वर्यं भवति समृद्धिः इति पदस्य अर्थः. परन्तु सम्पत्तिः इति दीर्घसूत्रे पदस्य अर्थं भवति स्वस्वभावः, कर्मोचितभावः. यथा मनुष्याणां कर्म भवति, तस्य स्वभावः स्वस्वभावेन एव भवति. तत् अर्थं भवति अत्र सम्पत्ति इत्यर्थे, धनधान्यस्य अर्थं नास्ति इति. धन्यवादः भगिनि, समीचीनं भगिनि, धन्यवादः. धन्यवादः. अत्र अरुणा भगिनी, क्षत्राणां सम्पत्तिः तस्य प्रक्रिया किञ्चित् तत्र पूर्णतया वदतु, समयः नास्ति, विहित्वा सारांशरूपेण वदतु, तत् पर्याप्तं भवति. छात्राणां सम्पत्तिः लौकिकविग्रहवाक्यम्, अलौकिकविग्रहवाक्यं वाक्यं छत्र योगः आं योगः सः अलौकिकविग्रहवाक्यं. वयं जानीमः पदं प्राकरारात्संज्ञा विशेषसंज्ञा अव्ययीभावः इति सूत्रेण, दीर्घसूत्र अव्ययं विभक्तिसमीपसमृद्धि वृद्धि अर्थाभावन् अत्ययसम्प्रति शब्दं प्रादुर्भावः पश्चात् यथा आनुपूर्ययोगपद्य सादृशसम्प्रति साकल्य सन्तवचनेषु इति सूत्रेण अव्ययं सुबन्तेन सम्यते. तदनन्तरं समासप्रातिपदिकसंज्ञा भवति. तदनन्तरं सुपोदातु प्रातिपदिकयोः सूत्रेण विभक्ति लोपः भवति. तदनन्तरं तृप्तिङ्गन्तं पदम् अस्ति. प्रथमानिर्दिष्टं समासोपसर्जनमिति सूत्रेण सः इति प्रथम विभक्ति अस्ति, तदेव उपसज्जनं भवति, तदेव निपातः भवति. सः छत्र इति रूपमस्ति. तदनन्तरम् अविभावसूत्रेण संज्ञा अव्ययसंज्ञा भवति. अश्वपुंसके सूत्रेण प्रातिपदि अश्वात्र सूत्रं न वर्तते. अविभावे सूत्रेण अव्ययभावस्य सूत्रेण नपुंसकलिङ्गं भवति. तदनन्तरम् अव्ययभावस्य तत् सूत्रं न साहाय्यम् आवश्यकं महोदय. अव्ययभावे चाकाले इति सूत्रेण अव्ययभावसमासे सः स्थाने सा एव अवशिष्यते. अत्र छत्र कालका शब्दः नास्ति. अकाले इति सूत्रेण सा एव अवशिष्यति. स छत्र. तदनन्तरं अदन्तमस्ति खलु, अदन्तमस्ति, अदन्तमस्ति चेत् अदन्तस्य न अव्ययात् न अव्ययीभावादतो अमत्वपञ्चम्या इति सूत्रेण सुप् लोपः न भवति, अम् आगच्छति. अमि पूर्वः इति सूत्रेण पूर्वपरिलोप् एक पूर्वरूपमादेशः भवति. नक्षत्रमपि पञ्चमे विभक्त्यौ नक्षत्रात् इति अस्ति. तृतीया सत्यम् अन्त्यो बहुवदमिति सूत्रेण तृतीया विभक्तौ रूपद्वयम् अस्ति, नक्षत्रं नक्षत्रेण सक्षत्रं सशत्रेण सक्षत्रं सशत्रे इति पञ्चमी सप्तमी विभक्तिरूपमस्ति. अस्तु भगिनि, अत्र मुख्यविषयः अस्ति इत्युक्ते तत्र आत्मभावः, सम्पत्ति इत्युक्ते आत्मभावः इति स्मर्तव्यं. तत्र धनधान्यं तेषां अर्थे तत्र भिन्नपदम् उपयुक्तम् अस्ति. तत्र ऋध्यर्थे इति तत्र विभक्तिसमीपसमृद्धिः इति पदेन तेषां द्रव्याणां समृद्धिः समृद्ध्यर्थे भवति. अत्र सम्पत्त्यर्थे तु आत्मभावः, आत्मभावः इति कश्चन गुणः, क्षत्रियगुणः, एवं ब्राह्मणगुणः, गुणत्वेन सः अधीते अथवा युद्धं करोति इति अर्थः. इदानीं तस्य उदाहरणमपि अस्ति, रामः सक्षत्रं युद्धम् अकरोत्, एवं ब्राह्मणः छात्रः सः ब्राह्मणम् अध्ययनं करोति इति अपि भवति. छात्रस्य तत्र रामः सक्षत्रं, सक्षत्रम् इत्युक्ते क्षत्रियभावस्य आधिक्यम् इत्युक्ते तत् आत्मभाव क्षत्रियभावः इति आत्मभावः खलु, धैर्यं शौर्यम् इति आत्मभावः, तस्य सम्पत्तिः, सम्पत्ति इत्युक्ते आधिक्यम् इत्युक्ते तस्य वृद्धिः अस्ति तस्मिन् अस्ति रामे अस्ति. सशक्त्रं शत्राणां सम्पत्तिः इत्युक्ते सक्षत्रं, आत्मभावस्य सम्पत्ति इत्युक्ते तस्य आधिक्यम् इति अर्थः. धन्यवादः. अथवा अनुकूल अत्र अनुकूल आत्मभावः इति अस्ति तु रामः क्षत्रियः अस्ति इति कृत्वा तस्य भावः क्षत्रियभावः, आत्मभावः क्षत्रियभावः अस्ति इति कृत्वा सक्षत्रम् इति अस्ति. एवं तत्र छात्रः सब्राह्मणं, ब्राह्मणम् इत्युक्ते तत्र सात्विक गुणः सूचितः अस्ति. सात्विकगुणः यस्य अस्ति सः सम्यक् अध्ययनं करोति इति मतम् अस्ति इति कृत्वा सः ब्राह्मणम् अधीते इति अस्ति. अस्तु, धन्यवादः. अत्र इदानीम् आत्मभावः इत्युक्ते आत्मभावः गुणः, कश्चन गुणः, धैर्यं शौर्यम्, अनन्तरं सात्विकगुणः, सात्विकगुणः अस्ति, आत्मभावः अस्ति. इदानीं यस्य सात्विकभावः अस्ति सः सम्यक् अध्ययनं करोति, सम्यक् पठति इति कृत्वा सः ब्राह्मणं, ब्राह्मणः इति गुणः, न तु अत्र जातिः, अत्र गुणः एव सूचितः अस्ति. सः ब्राह्मणं यः कोऽपि भवतु, सम्यक् पठति चेत् सः ब्राह्मणं, शिष्यः अथवा छात्रः अध्ययनं करोति इति वदामः. प्रायः ब्राह्मणस्य वेदविषये एव भवति, तत्र लौकिकविषये किमपि नास्ति. वेदसम्बन्धविषये एव स ब्राह्मणं, छात्रः अध्ययनं करोति, वेदाध्ययनं करोति इति वदामः. महोदय, यदा कोऽपि सदा कर्मनिरतः भवति, सदा कर्मनिरतः भवति, कर्माफलमपि इच्छति, तस्य स्वभावस्य पदं किं भवति? सम्पत्त्यर्थे तत्र कीदृशपदं भवत्याः मनसि अस्ति तत् आत्मभावः अस्ति वा इति दृष्ट्वा उपयोक्तव्यं तावदेव. इदानीं भवती यत् चिन्तयति तद् तस्य पदं किम् इति अहं न जानामि भगिनि, प्रायः चिन्तनीयं. तत्र प्रयत्नकर्मनिरतः अस्ति अस्ति इत्युक्त्वा तत्र केन कारेण तादृश किं कः आत्मगुणः तं प्रेरयति इति द्रष्टव्यम्. अत्र रामस्य विषये क्षत्रियगुणः कश्चन गुणः अस्ति, शौर्यम् अथवा शूरस्य भावः शौर्यम्. इदं सः वीरः अपि अस्ति, क्षत्रियः अस्ति इति कृत्वा सः क्षत्रम् इति वदामः. तत्र अवगतम् तादृश अस्ति. इदानीं एतादृशं यत्र कुत्रापि भवति चेत् तदा अवगन्तुं शक्नुमः. इदानीम् आत्मगुणः के इति ज्ञातव्यं खलु. इदानीं वाणिज्यः अस्ति, कोऽपि वाणिज्यं करोति, वणिक् अस्ति वाणिज्यं करोति. तत्र किं वैश्यगुणः तस्मिन् वर्तते इति वदामश्चेत्, सम्यक् वाणिज्यं करोति चेत् स वैश्यं वाणिज्यं करोति इति. कर्म इति किञ्चित् कर्म, ब्राह्मणः अपि कर्म करोति, क्षत्रिय अपि कर्म करोति, क्षत्रिये कर्म कुर्वन्नेव कुर्वन्तः एव सन्ति खलु. अस्तु ओके, अस्तु अस्तु महोदय. अस्तु विनी महोदय. सूत्रे साकल्यार्थे सूत्रे साकल्यार्थे अव्ययं सकल्यं नाम अशेषता सम्पूर्णः इत्यर्थः. अत्र सः इति अव्यस्य प्रयोगः क्रियते. कलम नाम अव्ययः कलाभिः सह वर्तते इति सकलं, सकलस्य भावः सकल्यं नाम सम्पूर्णता अशेषता. तृणम् अपि अपरित्यज्य तत्तृणम् अस्ति अस्ति अद् धातु अस्ति खादनं सन्दर्भे सत्तृणम् इत्यस्य प्रयोगः सम्पूर्णार्थे अस्ति. अर्थात् यः सर्वं खादति किमपि न त्यजति, लेशमात्रमपि त्यक्त्वा यः खादति तृणमपि अपि परित्यज्य सतृणम् इति अस्ति इत्यर्थः. तृणयोगाचारः इति अलौकिकविग्रहः. वाक्यभिक्षुकः सतृणम् अस्ति. अत्र तृणं हरितकं नास्ति, अपि तु अल्पांशं द्योतयति. भुसम् अपि अपरित्यज्य अतः सबुसम् अस्ति. भुसं नाम ब्रेन् वेस्ट् इत्यादि. अतः यदि वयं प्रक्रिया सन्दर्भे तत्र अर्थः कः इति वदतु महोदय, अर्थः कः इति वदतु. अर्थः तृण साकल्यं साकल्यं अर्थः सम्पूर्णता सकलशब्द सकलशब्द वयं जानीमः अन्य भाषायाम् अपि, परन्तु अत्र साकल्यं सकलशब्द साकल्यं भवति तद्धित् कारणेन, परन्तु अर्थः सम्पूर्णता अशेषता अशेषता अर्थः कोऽपि न अवशिष्यः अशेषता सकल्यं सम्पूर्णता अशेषता अस्ति. तृणमपि अपरित्यज्य सतृणम्. तृणम् अपि अपरित्यज्य अपरित्यज्य अहं धातु त्यज अस्ति अपरित्यज्य धातु त्यज अस्ति तदनन्तरं त्यज्य अर्थः त्यक्त्वा अपि च त्यज्य समानं केवलं भेदः त्वा अत्र किञ्चित् सारांशरूपेण भवतु महोदय, बहु किमपि वदति चेत् समयः न भवति. तृणमपि अपरित्यज्य इत्युक्ते सर्वे जानन्ति परित्यज्य इत्युक्ते किम्, अपरित्यज्य न परित्यज्य पर्याप्तं, किमपि न त्यजति इति लिखितमस्ति खलु. किञ्चित् न त्यजति अतः अपरित्यज्य परित्यज्य अर्थः किञ्चित् शेषः अस्ति परन्तु अपरित्यज्य अस्तः शेषः किञ्चित् नास्ति अपरित्यज्य अपरित्यज्य परित्यज्य यदि अन्यभाषां वदामः तर्हि कुछ भी न छोड़ना समथिंग लाइक दैट. अस्तु तदा अस्तु अत्र अर्थः कः इति स्पष्टः इति अहं चिन्तयामि. धन्यवादः महोदय. रोहिणी भगिनी भवती प्रक्रियां वदति वा सतृणम् इत्यस्य? महोदय परिश्रमं करोमि. सतृणं तृणेन सह अत्र अलौकीयविग्रहवाक्यं भवति तृण योगट योग सह. अत्र सुभोधातुप्रति सूत्रेण विभक्ति लुक् भवति ट इत्यस्य लुक् भवति तृणयोगसः. अत्र पूर्वपदं निश्चयेन निश्चयं करोति उपसर्जनं पूर्वम् इति वाक्येन. अत्र दीर्घसूत्रस्य अभ्ययम् इति पदं प्रथमविभक्त्या निर्दिष्टं तस्मात् अभ्ययपदम् उपसर्जनं भवति उपसर्जनं पूर्वम् इत्यनेन अव्ययपदं पूर्वं भवति सः योग तृण इति भवति. अत्र अत्र विभक्ति लिङ्गं भवति नपुंसकलिङ्गं केन सूत्रेण तृण इति अत्र तृण हस्व एव सः सः तृण अथवा सः इत्यस्य स आदेशः भवति सूत्र सः इति अत्र सा आदेश केन सूत्रेण अविभावचाकाले इति सूत्रेण अविभावचकाले संज्ञायाम् अपि सः सः इति इत्यस्य सा आदेशः भवति स तृणा भवति अत्र विभक्ति योजनीयम् अत्र अकारान्तमित्यनेन न विभावात् अतो अं तु अपञ्चम्य इति सूत्रेण अं भावहं भवति छात्रणा योग अम् अपामी पूर्व इत्येन पूर्व आदेश पूर्वरूप आदेश छात्रणां भवति पञ्चमी विभक्त्य छात्रणात् तृतीय तत्रणेन सप्तम्यः तत्रणे अन्य विभक्तिषु तत्रणं भवति समीचीनम् अस्तु अरविन्द् महोदय आं महोदय अरविन्द् महोदय धन्यवादः भगिनि अरविन्द् महोदय आं महोदय अन्तवचन सूत्रे अन्तवचनार्थे अव्ययम् इति अस्ति सूत्रे अन्तवचनार्थे अव्ययम् अन्तवचनं नाम समाप्ति इत्यर्थः अत्र सः इति अव्ययस्य प्रयोगः क्रियते यस्य अन्तः समाप्तिः भवति तादृश अवस्था ग्राह्यम् अत्र उदाहरणमस्ति अग्निग्रन्थपर्यन्तम् अतीते साग्नि अग्निग्रन्थस्य समाप्तिपर्यन्तं यः पठति इति उदाहरणं दत्तमस्ति अलौकिकविग्रहवाक्यमस्ति अग्नियोगातायोगासः अन्तवचनार्थे इत्युक्ते किम् सम्पूर्ण अन्तिमवचनपर्यन्तम् इति अन्तवचनसमाप्तदर्थं समाप्ति इत्यर्थ अन्तवचनं समाप्ति ग्रन्थस्य अथवा किमपि कार्यस्य समाप्तिपर्यन्तम् इति सूचनार्थम् अन्तवचन अर्थे अव्ययं सः इति अव्ययं सुबन्धेन सह समस्यते अत्र उदाहरणमस्ति अग्निग्रन्थपर्यन्तम् अतीते इत्युक्ते अग्निग्रन्थस्य समाप्तिपर्यन्तं सः पठति अलौकिकविग्रहवाक्यम् अग्नियुगटायुगसः प्रक्रिया एतावता पूर्वं दृश्यमस्ति तदेव अत्रापि इति उपसर्जनं कृतं तदनन्तरम् अग्नियोगसः सः इति उपसर्जनं भूत्वा तस्य पूर्वनिपातं भवति सः अग्नि इति अव्ययं तदनन्तरं सन्धिनित्यः कृत्वा सः अग्नि इति रूपं सिद्ध्यते अव्ययभावश्चि सः योग अग्नि सहाग्नि अकसवर्णिदीर्घ इति कारणेन तत्र अव्ययभावश्च अव्ययं सम भवति अव्ययभावश्च इति द्वितीय सूत्रेण तस्य नपुंसकलिङ्गमेव भवति अकारान्त पदमस्ति कृत्वा हर्स्वो नपुंसके पातिपदिक अग्नि इति कारान्तम् हृस्वो नपुंसके पातिपदिकस्य इति सूत्रेण अजन्तनपुंसकलिङ्गस्य हृस्वत्वं भवति तदनन्तरं सः सहाग्नि इति अकालवाचिशब्दमस्ति इति सूत्रेण अव्ययभावि भावे च अकाले अकालवाचि उत्तरपदमस्ति कृत्वा साग्नि इति रूपं निष्पद्यते. इति सिद्धे साग्नि योगः पदनिर्माणं कृत्वा ज्ञाप्रतिपादिकादेव सुवौजस् इति सूत्रद्वयेन पदसंज्ञा भवति. किन्तु अव्ययदाप्सुपः ज्ञाप्रातिपदिकात् प्रातिपदिकसंज्ञा तदनन्तरं स्वौजस् अम्मौजस् इति दीर्घसूत्रेण सुविद्यते. किन्तु अव्ययदाप्सुपः इति सूत्रम् केन सूत्रेण कारणेन भवान् पदसंज्ञा भवति इति उक्तवान् इति कृत्वा आम् पृच्छामि. केन सूत्रेण पदसंज्ञा सुप्तिङन्तं पदम् अस्तु इदानीं सम्यक् सुप्तिङन्तं पदं तदनन्तरम् अव्ययदाप्सुपः इति सूत्रेण सुप् लुप् भवति इति साग्नि एव रूपम् अस्तु एकमेव रूपं भवति. समीचीनम् एकमेव रूपं सर्वासु समीचीनम्. एवमेव पशुबन्धग्रन्थपर्यन्तं सुपशुबन्धम् इति अस्ति. सः पशुबन्धम् अधीते इति अस्ति वाक्यम्. अत्र पशुबन्धम् इति कश्चन ग्रन्थः अस्ति. तस्य अन्तपर्यन्तं छात्रः कोऽपि छात्रः वा विदुषः अपि भवतु सः पशुबन्धम् अधीते इत्युक्ते पशुबन्धग्रन्थपर्यन्तं तस्य ग्रन्थस्य अन्तपर्यन्तम् अध्ययनं करोति इति अर्थः. यदि भगवद्गीता अष्टाध्यायस्य अन्तपर्यन्तं पठति चेत् किं भवति? तदा भवान् एव प्रयत्नं करोतु. अष्टाध्यायी इति अस्ति अष्टाध्यायतो तत्र साग्नि सदृशमेव भवति सत्यं अष्टाध्यायी पदं ह्रस्व भवति अष्टाध्यायी इति भवति. अष्टादशाध्यायी अष्टादशाध्यायी अष्टाध्यायी अष्टाध्यायी अपि स्वीकुर्मः. अष्टाध्यायी अध्ययनं करोति स अष्टाध्यायी अधीते अपि स्वीकुर्मः. व्याकरणवर्गे स्मः समानरूपमस्ति. धन्यवादः महोदय. अस्तु इदानीं किञ्चित् अभ्यासं कुर्मः. भगिन्या तत्र वर्गे अभ्यासं कृतवती. अस्तु इदानीं विभक्तिसमीपसमृद्धि ऐवं विभक्तिसमीप इति दीर्घसूत्रे यानि पदानि सन्ति तेषाम् अर्थे कानि अव्यानि भवन्ति तदनन्तरं प्रक्रिया कीदृशी भवति अपि अस्माभिः दृष्टा. इदानीं तत्र भगिन्या उक्तं तत्र प्रश्नाः प्रश्नान् स्वीकुर्मः. अत्र उषा भगिनी भवती आरम्भं करोतु. भिक्षाणां समृद्धिः इति अस्ति तत्र किम् अव्ययम् तदनन्तरम् अलौकिकविग्रहः तदनन्तरम् अन्तिमरूपम्. भिक्षाणां समृद्धिः इति स्थिते अलौकिकविग्रहवाक्यः षष्ठी बहुवचनं वाट् समृद्धि वाट् वास् द पद भिक्षाण भिक्षायोगः आम् योगः सु भिक्षयोगः समृद्ध्यर्थे समृद्ध्यर्थे सु इति अव्ययं भिक्ष इति समस्यते भिक्ष इति सम्बन्धेन समस्यते समस्यते समस्तपदं सुभिक्षं सुभिक्ष न अव्ययीभावात् अतों त्वपञ्चम्याः इति सूत्रेण सुप्रत्ययस्थाने सर्वासु सुप्रत्ययस्थाने अम् इति आदेशः भवति सुभिक्षयोगः अम् अमिपूर्वः इति सूत्रेण सुभिक्षम् इति सर्वासु विभक्तिषु अस्ति तृतीया पञ्चम्यो तृतीया सप्तम्योर्बहुळम् इति सूत्रेण तृतीया विभक्ति सप्तमी विभक्ति इति द्विरूपम् अस्ति सुभिक्षं सर्वासु विभक्तिषु पञ्चमीविभक्ति विहाय सुभिक्षात् इति पञ्चमीरूपम् अस्ति सुभिक्षेण सुभिक्षम् इति तृतीयविभक्ति एण्ड् सप्तमी विभक्ति सुभिक्षे सुभिक्षम् इति समीचीनम् अस्तु पुष्पा भगिनि कुमार्यामिति पुष्पा भगिनि महोदय कुमार्यां कुमार्याम् इति तत्तु षष्ठी विभक्ति अनुकुमार्या न महोदय प्रथमम् अव्ययविभक्ति समीप एकनिमिषं भगिनि अन्य कोऽपि मा वदतु तत्र प्रथमं किं करणीयं तत्र प्रत्येकं पदं तत्र अव्ययविभक्तिसमीप इति प्रत्येकं पदं स्वीकृत्य तस्मिन् अर्थे अस्ति वा इति द्रष्टव्यं विभक्त्यर्थे अस्ति वा तत्र समीपार्थे अस्ति वा समृद्ध्यर्थे अस्ति वा इति द्रष्टव्यं कुमार्याम् इति तत्तु अर्थाभावः कुमारी नास्ति वा न कुमार्याम् इति ओ कुमार्याम् इति कुमार्याम् इति कीदृश रूपं भगिनि तद् कीदृशं कुमार्यां तु षष्ठीविभक्तिः कुमार्याः नास्ति कुमार्यां क्षम्यतां वदामि सप्तमी विभक्ति अर्थे अस्ति कुमार्याम् इति कुमार्यां तदा किं भवति न सम्यक् न जानामि तदेव भवती न स्मरति तदेव प्राब्लम् विभक्त्यर्थे कस्मिन् अर्थे विभक्त्यर्थे इति किं सप्तमी विभक्त्यर्थे सप्तमीविभक्त्यर्थे किम् अवयम् अन्य कोऽपि मा वदतु भगिनी सप्तमीविभक्त्यर्थे सप्तमी षष्ठ्यभक्ति सप्तमीभक्त्यर्थे किं भगिनि प्रथमविभक्त्यर्थे इति मया उक्तं विभक्त्यर्थे समीपः तु नास्ति भगिनि समीपे नास्ति विभक्त्यर्थे विभक्त्यर्थे हा विभक्त्यर्थे किम् अव्ययम् अत्र मया एकं टिप्पणीं प्रेषितवान् खलु तत्र टिप्पणीं प्रेषितवान् खलु टिप्पणीं प्रेषितवान् तत्र इत्युक्ते जालपुटे अस्ति तद् उद्घाटयतु किञ्चित् कुत्र महोदय जालपुटे अस्ति अस्माकं जालपुटे एकं टिप्पणी एकां टिप्पणीं तत्र स्थापितवान् यः कोऽपि द्रष्टुम् इच्छन्ति पश्यन्तु तत्र यत् आवश्यकं तद् अस्ति तत् पर्याप्तं भवति भगिन्याः कार्ये अस्ति तत्र समास अस्तु अहम् अत्र एव प्रेषयामि आं न दृष्टामि पश्यामि इदानीं अत्र क्लिङ्क् लिङ्क् लिङ्क् चाट् मध्ये प्रेषितवान् तत्र अन्ते गच्छति चेत् अन्ते गच्छति चेत् तत्र टिप्पणी इति पी डि एफ् टिप्पणी डाट् पी डि एफ़् अस्ति तद् उद्घाटयति उद्घाटयति चेत् सत्यं भगिनि लिङ्क् स्वीकरोतु तत्र चाट् मध्ये प्रेषितवान् तत् स्वीकरोतु चाट् नाट् इन् ईमेल् तत्र ईमेल् मध्ये नास्ति अस्तु भवतु अत्र कुमार्याम् इति किं गोमति भगिनि भवती वदति वा सप्तमी भक्तौ अस्ति सप्तमी विभक्तौ अस्ति विभक्त्यार्थे एकमेव अव्ययम् आयाति ततः अधि इति अस्ति अधि कुमारी इति भवति अधि कुमारी नये कुमारी इति भवति कथं भवति तत्र वैशिष्ट्यं किं वैशिष्ट्यम् अधिकुमारी इति प्रातिपदिकं ह्रस्वो नपुंसक प्रातिपदिकात् इति नपुंसकत्वं भवति नपुंसकं भवति इत्यनेन कारणेन एकं सूत्रं कार्यं करोति ह्रस्वो नपुंसके प्रातिपदिकात् य प्रातिपदिकस्य ह्रस्वो नपुंसके थ्याङ्क्यू भगिनि ह्रस्वो नपुंसके प्रातिपदिकस्य भगिनि भवती अन्येषां प्रश्नानाम् उत्तरं स्मरति भवत्याः प्रश्नस्य उत्तरं न स्मरति ह्रस्व नपुंसके प्रातिपदिकात् इत्यनेन कारणेन अति कुमारी इति नपुंसकम् अपि अस्ति अतः अति कुमारी इति भवति इकारान्त सुयोजनेन पदं भवति अति कुमारी इत्येव सर्वासु विभक्तिषु भवति तेषु एकमेव रूपम् आम् आं समीचीनं धन्यवादः तत्र मणिकायाः समीपम् इति रामुलु अरुणा भगिनी पदं किं महोदय मणिकायाः समीपं मणिकायाः समीपं मणिकायाः समीपं समीपम् अत्र अव्ययमस्ति उप इति पदं समीपार्थे उप इति अव्ययं अव्ययम् उपमणि उपमणिकम् इति समस्तपदम् उपमणिकम् उपमणिका इति दीर्घ आकारः ह्रस्व भवति उपमणिकम् अका उदन्ताङ्गमस्ति ततः आदेशः भवति अमि पूर्वसूत्रेण अमिकं भवति. पञ्चम्यते उपमणिकात् उपमणिकात् तृतीया विभक्तिम् उपमणिकेन उपमणिकं षष्ठी सप्तमी उपमणिके उपमणिकम् इति रूपम्. समीचीनं अस्तु. विनय महोदय भूते इति भूते इति अतः न श्रूयते किम् इति अपि न भूते इति अधिभूतम्. हा समीचीनम्, अधिभूतम् इति रूपं तत्र कस्मिन् अर्थे अस्ति इति वक्तुम् कस्मिन् अर्थे अस्ति कस्मिन् अर्थे अस्ति दीर्घसूत्रस्य विभक्त्यर्थे अस्ति. विभक्त्यर्थे अस्ति, विभक्त्यर्थे अधि इति अव्ययं भूत इति सुभन्तेन समस्यते. भूत तदा अलौकिकविग्रहवाक्यं किम्? भूतः न भूत भूत एक प्रश्न न अहं केवलं पश्यामि. भूत अधिकरण भूत भूतज्ञ भूतनि योगः अति भूतनि योगः अति किम् भूतन अधि ऐम् सारी नट् अति अति भूतनि अधि अधि अधि अतः अधिभूतं भवति भूतशब्द अदन्तं तदर्थ तदन्तनम् अदन्तं समान प्रचलति प्रक्रिया अधिभूतम् इति रूपम् अत्र अधिभूतं रूपं रूपं सर्वत्र एवमेव अधिभूतमेव वा नो अधि अहं भूत अदन्तम् उत्तरपदम् अतः अधिभूतं समास तदनन्तरं त्रीणि विभक्त्या तृतीया पञ्चमेव विलक्षणरूप अधिभूतम् अधिभूतम् अधिभूतं नपुंसकत्वं प्राप्तः तदनन्तरं तृतीयाधिभूतेन भूताभ्याम् अधिभूतैः पञ्चमी अधिभूताभ्याम् अधिभूतेभ्यः अधिकरण भवति अधिभूते अधिभूतयोः अधिभूतेषु अपि च समीचीनम् अस्तु. अरविन्द महोदय क्षम्यताम् अरविन्द महोदय वदतु. तत्र मनसि इति मनसि इति अपि विभक्त्यर्थे अधिकरणार्थे अस्ति इति कृत्वा अति इति अव्ययस्य उपयोगम् अस्ति. अधिमनसि अधिमनस् अधिमनस् अधिमनसम् इति रूपम् अस्ति. कथं केन सूत्रेण किं भवति? अधिमनस् इति टच् टच् विधानम् अस्तु. टच् विधानं भवति शरत्प्रवृत्तिभ्य इति सूत्रेण. शरत्प्रवृत्तिभ्य इति सूत्रमस्ति वा? अव्ययीभावे शरत् अव्ययीभावे शरत्प्रवृत्तिभ्यः इति सूत्रम् तत्र मनस्थिति प्रातिपदिकम् उल्लेखितम् अस्ति. मनस्थिति प्रातिपदिकं मनस्थिति शरदादिगणे अस्ति. तदनन्तरं टच् विधानं भवति. तदनन्तरं टच् विधानानन्तरम् अकारम् अकारान्तं भवति इति कृत्वा नातोन्त्वपञ्चम्यात् इति अव्ययभावे नातोन्त्वपञ्चम्यात् इति सूत्रेण रूपद्वयम् अपि भवति. आं विधानं भवति सर्वासु विभक्तिषु पञ्चमी विभाय तृतीयोर् सप्तम्योर् विकल्पेन रूपद्वयमपि भवति. अधिमनसम् अधिमनसात् अधिमनसम् अधिमनसेन अधिमनसम् अधिमनसे. समीचीनम् रोहिणी भगिनी. अग्नेः समीपम् क्षम्यताम् समीपात् वयं कृतवन्तः. गृहस्य अत्ययः एतद् वदतु. गृहस्य अत्ययः अत्ययः अथवा समीपार्थे न न अत्ययः गृहस्य अत्ययः अत्ययः स्वीकुर्मः. गृहस्य अत्ययः गृहस्य अत्ययः इत्युक्ते किं? नाशः नाशः अति निर् निस् इति त्रीणि अव्ययानि. समीचीनं भवितुमर्हति. यत्किमपि स्वीकृत्य प्रक्रियां कुर्मः. अति गृहं भवति. अति योगः गृह भवति. गृहमेव भवति महोदय. अति अति गृहस्य समीपे गृहयोगः नस्य योगः गृहं गृहयोग नस्य योगः गृहः वा? अति अति अति सत्यम् अत्यर्थे अति इति अव्ययम् योग न्यस्य योग अति भवति. न न तत्सर्वं त्यजतु. तत्र रूपं किम् इति वदतु. तत्र वैशिष्ट्यं किम् इति वदतु. तत्सर्वं बहुवारं कृतवन्तः वयम्. अत्र अतियोगः गृहं भवति. परं न जानामि गृहमेव नपुंसकमेव अंसमेव तस्मात् अतिगृहमेव भवति. अतिगृहमेव भवति अतिगृहमेव भवति. इदानीं तृतीया विभक्तौ पञ्चमी विभक्तौ सप्तमीविभक्तौ भिन्नरूपं भवति वा? अंसमस्ति अतः तस्मात् पञ्चम्या अतिगृहात् भवति महोदय. अतिगृहात् अधिगृहेण अधिगृहं सप्तम्योर् अधिगृहे अधिगृहं. समीचीनं भगिनि उत्तमम्. धन्यवादः महोदय. मम संशयः अस्ति निर् निस् इति अव्ययपदानां पदद्वयो सन्ति कृतकर्तृसमये विकल्पेन विसर्गः अपि भवितुमर्हति वा? विसर्गः वा निः तत्र प्रक्रियां पश्यामः. तत्र निर् इति स्वीकुर्मः, निर्योगगृहम् इति अस्ति, निर्योगगृहम्. अत्र प्रक्रिया कथं भवति? प्रथमं रेफस्य किं भवति? करवसानयोर्विसर्जनीय. सत्यं, करवसय विसर्जनीयः. तदा नी निः योगगृहम् इति भवति. तदनन्तरं एकनिमिषम्, अत्र दोषः अस्ति. करवासानयोर्विसर्जनीयः, अत्र अवसानमपि नास्ति, कर् अपि नास्ति. कथं करवासने विसर्जनीयः भवति? न कार्यं करोति खलु, निर्गृहमेव भवति. अवगतं वा? कर् अपि नास्ति, अवसानमपि नास्ति, करवसानविचरणे कार्यं न करोति इति कृत्वा निर्गृहम् इत्येव भवति. आगतं वा? तत्र कर् अस्ति खलु, तत्र कर् अस्ति. यदि उत्तरपदस्य प्रथमवर्णः खर् अस्ति चेत् विसर्गः आयाति, भवितुमर्हति. सत्यम्. अत्र किं करणीयं? किं करोमि, सामान्यतया मनसि प्रक्रिया कर्तुं किञ्चित् अभ्यासः आवश्यकः. तदनन्तरं तत्कारणेन अहं किं करोमि, प्रायः संशय प्रक्रिया करोमि चेत्, यदा अहं प्रक्रियां करोमि चेत् तदा लिखामि अथवा किमपि तत्र स्क्रीन् मध्ये किमपि टङ्कनं करोमि, तदा स्पष्टः भवति, ओ अत्र कर्येव नास्ति. तादृशं कुर्मश्चेत् किञ्चित् स्पष्टः भवति मनसि. तदनन्तरं कालेन आगच्छति, मनसि एव कर्तुं शक्नुमः. अस्तु अस्तु. उषा भगिनी. आं महोदय. स्वप्नः सम्प्रति न युज्यते. स्वप्नः सम्प्रति न युज्यते. अति इति अव्ययं प्रयुज्यते. सम्प्रति इत्यर्थे अति इति अव्ययं प्रयुज्यते. स्वप्न असम्प्रति, असम्प्रति असम्प्रति अर्थे अति इति अव्ययं प्रयुज्यते. स्वप्न, केन् यू रिपीट् द सेण्टेन्स् महोदय? स्वप्नः सम्प्रति न युज्यते. स्वप्नः सम्प्रति न युज्यते. ओके. अलौकिकविग्रहवाक्यं स्वप्नः, सो देन् ऐ वुड् से जस्ट् प्रथमा विभक्ति. एकनिमिषं, कम्बलं सत्यम्. सो स्वप्नयोगः सु योगः एव भवति. ओके. स्वप्नयोगः सुयोगः अति. स्वप्नयोगः सुयोगः अति. अति स्वप्नम् इति समस्तपदम् अस्ति. अतिस्वप्नं स्वप्न अतिस्वप्न इति प्रातिपदिकम् अकारान्तप्रातिपदिकं सो अम् न अव्ययीभावात् अतोंतो पञ्चम्याः इति सूत्रेण अम् इति आदेशः भवति सुप्रत्ययस्थाने. सो अतिस्वप्नं इति समस्तपदं पञ्चमी विभक्तिं विहाय पञ्चमी विभक्तिम् अतिस्वप्नात् अण्ड् सप्तमी तृतीया सप्तमी बहुळम् इति सूत्रेण तृतीया विभक्ते अतिस्वप्नेन अतिस्वप्नं सप्तमी विभक्ति अतिस्वप्ने अतिस्वप्नं इति अव्ययीभावसमासः. समीचीनं भगिनि. अत्र मम संशयः अपि अस्ति, तत्र सु इति न न्यस् इत्येव भगिन्या लिखितमस्ति तत्र करपत्रे, द्रष्टव्यम्. अहं भगिनीं पृष्ट्वा वदामि किमर्थं तत्र षष्टिविभक्तिप्रत्यय उपयुक्तः. स्वप्नस्य न तद् वाक्यं सम्यक् न भवति. स्वप्नः सम्प्रति न युज्यते इति वाक्यस्य स्वप्नस्य किम् अहं पृच्छामि, पृष्ट्वा भगिनीं पृष्ट्वा वदिष्यामि, अग्रे वदिष्यामि. अत्र मम एका सूचना अस्ति, अत्र स्थगयामि वर्गम् एकनिमिषम्.